ॐ गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् हेत्वाभासः इति प्रकरणः तत्र साधारणहेत्वाभासः सव्यभिचारः इति हेत्वाभासस्य एकविधः अस्ति साधारणहेत्वाभासः तत्र पर्वतः वह्निमान् प्रमेयत्वात् इति अनुमानवाक्यम् आसीत् तर्हि तत्र कः केशः इति चेत् प्रमेयत्वं वह्नि अभावे साध्ये अस्ति पक्षे अस्ति इत्युक्ते ह्रदः इति स्वीकुर्मश्चेत् ह्रदः वह्नि अभाववान् निश्चितवह्नि अभाववान् अस्ति ह्रदः तस्मिन् प्रमेयत्वमस्ति इति कृत्वा व्यतिरेकव्यभिचारः भवति व्यतिरेकसहचारः न भवति यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति भवेत् किन्तु यत्र यत्र साध्याभावः ह्रदे वह्नि अभावः ह्रदे तत्र तत्र हेत्वाभावः नास्ति प्रमेयत्वं तत्र अस्ति इति कृत्वा साध्य अभाववति हेतुः विद्यते इति दोषः तर्हि तत्र वह्नि अभाववत् वृत्तिप्रमेयत्वम् इति एव दोषः वह्नि अभाववत् वृत्तिप्रमेयत्वम् इति दोषः अस्तु अत्र साक्षात् वह्नि अभावत् वृत्तिप्रमेयत्वम् इति तत्र प्रमेयत्वम् इति साक्षात् आगतम् तर्हि तस्मादुपरि समूहालम्बनज्ञानं वक्तुम् आवश्यकता नास्ति प्रमेयत्वं तु स्वस्मिन् प्रमेयत्वे वर्तते तादात्म्यसम्बन्धेन इति कारणात् इति एकः अपि च यद्यपि वह्नि अभावत् वृत्तिप्रमेयत्वम् इति विशिष्टप्रमेयत्वम् उक्तं तथापि विशिष्टं शुद्धात् न अतिरिच्यते इति ज्ञायेन वह्नि अभावत् वृत्तिप्रमेयत्वं प्रमेयत्वम् एव यथा नीलो घटः घटः एव तथा वह्नि अभावत् वृत्तिप्रमेयत्वम् अपि प्रमेयत्वम् एव इति कृत्वा तत्र प्रमेयत्वम् इत्यत्र दोषः आगतः साक्षात् दोषः तत्रैव अस्ति इति कृत्वा अत्र हेत्वाभासः निरूपितः भवति तर्हि क्रमः किम् इति चेत् प्रथमं कः दोषः इति वक्तव्यं दोषस्तु कुत्र अस्ति प्रतिबन्धकज्ञाने अस्ति इति मनसि भवेत् यद्यपि प्रतिबन्धकज्ञानं प्रमात्मकं निश्चयात्मकं च अस्ति तथापि तेन प्रतिबन्धज्ञानेन प्रतिबध्यज्ञानं प्रतिबध्यते इति कृत्वा अत्र प्रतिबन्धज्ञाने दोषः वदेम स च दोषः कथञ्चित् हेतौ आनेतव्यं तदा एव हेतुः दुष्टहेतुः भवति इति कृत्वा अत्र यं कमपि सम्बन्धं स्वीकृत्य यः सम्बन्धः सङ्गच्छते तादृशसम्बन्धं स्वीकृत्य दोषः दुष्टे आनेतव्यम् प्रकृत अनुमाने पर्वतः वह्निमान् प्रमेयत्वात् इत्यत्र हेतुः अस्ति प्रमेयत्वम् अपि च दोषः कुत्र अस्ति इति चेत् प्रमेयत्वे एव अस्ति साक्षात् कः दोषः इति चेत् वह्नि अभावत् वृत्तिप्रमेयत्वम् इति दोषः प्रमेयत्वे एव अस्ति इति कृत्वा तत्र कथञ्चित् साधनीयम् इति किमपि नास्ति तर्हि वह्नि अभावत् वृत्तिप्रमेयत्वम् इति साक्षात् दुष्टः हेतुः तर्हि तत्र वास्तविकं समूहालम्बनज्ञानस्य आवश्यकता नास्ति तथापि सार्वत्रिकं भवतु सर्वत्र यत्र यत्र हेत्वाभासः वदेम तत्र सर्वत्र एकमेव सम्बन्धः स्वीकृत्य साधयामश्चेत् मनसि क्लेशः न भवति इत्यतः एकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्वं सम्बन्धत्वेन स्वीकृत्य सर्वत्र दोषः दुष्टे आनयति ग्रन्थकारः। तर्हि अत्रापि वह्नेभावद्वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूह आलम्बनज्ञानं स्वीकृतम्। तर्हि अत्र विशेष्यद्वयमस्ति, वह्नेभावद्वृत्तिप्रमेयत्वम् इति एकं विशेष्यं, प्रमेयत्वम् इति द्वितीयं विशेष्यम्। तत्र एकस्मिन् ज्ञाने अस्ति समूह आलम्बनज्ञानम् एव अत्र अधिकरणं भवति। तर्हि सामानाधिकरण्यम् अस्ति, वह्नेभावद्वृत्तिप्रमेयत्वं प्रमेयत्वम् अनयोः मध्ये सामानाधिकरण्यम् अस्ति इति कृत्वा तर्हि सम्बन्धः साधितः, सामानाधिकरण्यसम्बन्धः साधितः। अत्र सामानाधिकरण्यम् इति कथं वक्तव्यं, सामान्यतया मया उक्तं सामानाधिकरण्यम् इति सर्वत्र भवति। यदि एकस्मिन् प्रकोष्ठे घटः अस्ति, लेखनी अपि अस्ति, लेखनीघटयोः मध्ये सामानाधिकरण्यम् अस्ति। किन्तु तत्र कीदृशसम्बन्धः इति चेत् एकज्ञानविषयक इति नास्ति। तत्र तु भूतलं सामानादि प्रकोष्ठं सामान अधिकरणमस्ति, तस्मिन् अधिकरणे द्वयमपि विद्यते इति कृत्वा तयोः मध्ये सामानाधिकरणम् इति कश्चन सम्बन्धः आगतः। किन्तु अत्र वह्नेभावद्वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूह आलम्बनज्ञानं कल्पयित्वा इदानीं ज्ञानं समान अधिकरणं भवति, तेन उभयोः तत्र सम्बन्धः भवति। स च सम्बन्धः कीदृशः इति चेत् एकज्ञानविषय इति तावद्। तर्हि एकस्मिन् ज्ञाने वह्नेभावद्वृत्तिप्रमेयत्वम् अपि अस्ति, प्रमेयत्वम् अपि अस्ति, एकज्ञानविषय इति तावदागतम्। तदनन्तरं प्रकृतहेतुता अवच्छेदकवत्वं, तर्हि प्रकृतहेतुः कः? प्रमेयत्वं। हेतुता कुत्र? हेतुत्वं कुत्र? प्रमेयत्वे। तर्हि हेतुता अवच्छेदकं किं? प्रमेयत्वत्वम्। तदनन्तरम् अवच्छेदकः प्रमेयत्वत्वम् इति चेत् प्रमेयत्वत्ववत् किम् इति चेत् पुनः प्रमेयत्वम्। तर्हि तदनन्तरं त्वम् इति योजयामश्चेत् प्रमेयत्वत्वम् इति तत्रैव आगच्छति। तत्रैव अस्माभिः उक्तं तद्वत्त्वं तदेव, तद्वत्त्वं तदेव इति प्रमेयत्वत्वे सर्वं समञ्जसं भवति। तर्हि एकज्ञानविषये प्रकृतहेतुता अवच्छेदकवत्त्वम् इति सम्बन्धं स्वीकृत्य अत्र दोषः दुष्टे आनीतम्। यद्यपि पुनः वदामि, यद्यपि अत्र अस्मिन् सन्दर्भे तादृशसमूहालम्बनज्ञानस्य कल्पनं वा एकज्ञानविषये प्रकृतहेतुता अवच्छेदकवत्त्वं सम्बन्धः कल्पनीयः इति नियमेन नास्ति, साक्षात् प्रमेयत्वं स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते इत्यतः। किन्तु प्रदः वन्यमान् घटत्वात् इत्यत्र घटत्वम् इति नित्यपदार्थमस्ति। नित्यपदार्थं तु अत्र कालिकासम्बन्धेनापि नित्यपदार्थे यं कमपि न भवितुम् अर्हति इति तत्र क्लेशः अस्ति। तर्हि वन्यभावत् ह्रदः इति दोषः। तर्हि इदानीं दोषः कः इति चेत् ह्रदः एव दोषः। किं विशिष्टं ह्रदः इति चेत् वन्य अभाववत् ह्रदः, वन्य अभाववत् ह्रदः इति द्रव्यं। तत्तु नित्यवस्तुनि केन सम्बन्धेन भवति इति चेत् यदि ह्रदे चलनं भवति अपि च घटत्वम् इति विभुः अस्ति, तदा चलनं भवति चेत् तत्र संयोगसम्बन्धेन भवितुम् अर्हति। तत्रैव रमेशमहोदयेन पृष्टमासीत् वर्गस्य अनन्तरम् अत्र कस्मिन् क्रिया भवति इत्युक्ते क्रिया कस्मिन् भवति इति चेत् अनित्यद्रव्येषु एव भवति क्रिया। सत्यं न, अनित्यद्रव्येषु एव भवति इति न, यः यद्द्रव्यं विभुः नास्ति, परमाणुः नित्यद्रव्यमस्ति, घटः अनित्यद्रव्यमस्ति, उभयोः अत्र क्रिया भवत्येव। परमाणौ अपि क्रिया भवति, घटे अपि क्रिया भवति। अपि च संयोगः कथं जायते इति चेत् यदा क्रिया भवति तदा संयोगः जायते इति वक्तव्यमासीत्। तत्र अनित्यवस्तुनः वस्तुनोः मध्ये एव क्रिया भवति इति तादृशं प्रायः उक्तमासीत्, किन्तु तद्दोषाय क्रियावतोः मध्ये संयोगः भवति इति वक्तव्यम्। यदा क्रिया जायते अग्रिमचरे तथा पञ्चक्षणप्रक्रिया इति अपि अस्माभिः दृष्टं, यदा क्रिया जायते अग्रिमक्षणे क्रियातः विभागः जायते, तदनन्तरं विभागतः पूर्वदेशसंयोगनाशः जायते तृतीयक्षणे, तदनन्तरं चतुर्थक्षणे संयोगः नूतनदेशसंयोगः जायते, तदनन्तरं पञ्चमक्षणे क्रिया नश्यति इति पञ्चक्षण प्रक्रिया अस्माभिः दृष्टं। भवतु, तर्हि वनीयभावत् ह्रदः घटत्वं, घटत्वम् इति नित्यमस्ति किन्तु विभुः नास्ति। तर्हि कथं वा वह्नियभावत् ह्रदः घटत्वे आनेतुं शक्यते इति चेत्, अत्र कालिकासम्बन्धेनापि न आनेतुं शक्यते, अपि च संयोगसम्बन्धः न भवति, समवायसम्बन्धः न भवति, तादात्म्यसम्बन्धः न भवति, स्वरूपसम्बन्धः अपि न भवति, किमपि सम्बन्धः न भवति इति कृत्वा अस्मिन् सन्दर्भे समूहालम्बनज्ञानस्य आवश्यकता अस्ति। तर्हि वह्नियभावत् ह्रदः घटत्वं च इति एकं ज्ञानं कल्प्य अस्मिन् ज्ञाने वन्याभावत् ह्रदः इति एकः विषयः विशेष्यः, घटत्वम् इति अन्यः विषयः विशेष्यः, तर्हि द्वयमपि विषयम् एकस्मिन् ज्ञाने आगतम् इति कृत्वा तयोः मध्ये सामानाधिकरण्यसम्बन्धः जातः। स च सम्बन्धस्य वर्णनम् एवं कृतम् एकज्ञानविषय इति, अपि च अस्मिन् ज्ञाने इदानीं वह्नि अभावत् ह्रदः, यस्मिन् वह्नि अभावत् ह्रदत्वम् अस्ति, घटत्वम् इति विशेष्यं यस्मिन् घटत्वत्वम् इति अस्ति, तर्हि एकज्ञानविषय प्रकृतहेतुता अवच्छेदकवत्वम् इति सम्बन्धः। तर्हि घटत्वत्वम् इति अस्ति, तदेव अत्र लिखितमस्ति, तथा च एकज्ञानविषयप्रकृतहेतुता अवच्छेदकं घटत्वत्वम्, तद्वत्त्वं घटत्वरूपहेतौ अस्ति। इत्युक्ते वह्नियभावत् ह्रदः घटत्वम् इत्यस्मिन् ज्ञाने कति विषयाः प्रतीयन्ते इति चेत्, वह्नियभावत् ह्रदः इति एकः विशेष्यः, घटत्वम् इति अन्यः विशेष्यः, अपि च वह्नियभावत् वद् ह्रदत्वम् इति प्रकारः, घटत्वत्वम् इति प्रकारः। तर्हि सर्वम् एते सर्वे विषयाः एकस्मिन् ज्ञाने अस्ति इति कृत्वा वह्नियभावत् ह्रदः अपि च घटत्वत्वम् अनयोः मध्ये सम्बन्धः आगतः। अस्तु, तर्हि तद्वत्त्वं घटत्वरूपहेतौ, अत्र इदानीं हेतुः कुत्र अस्ति? ह्रदः वह्निमान् घटत्वात् इत्यत्र हेतुः अस्ति, घटत्वम् इति हेतुः अस्ति। तद्घटत्वं केन अवच्छिन्ना इति चेत् घटत्वत्वेन अवच्छिन्ना। कीदृशघटत्वे घटत्वत्वेन अवच्छिन्ना इति चेत्, एकज्ञानविषयकप्रकृतहेतुता अवच्छेदकं घटत्वत्वं यस्मिन् ज्ञाने अस्ति तादृशघटत्वत्वेन अवच्छिन्ना भवति घटत्वम् इति कृत्वा दोषः दुष्टे इदानीम् आनीतः इति जातम्। तर्हि हेत्वाभासः अत एव अस्ति इति दोषवत्वात् घटत्वं दुष्टं हेत्वाभासः इति व्यवहारः सुष्ठुः उपपन्नः। प्रकृते अपि साधारणे वह्नि अभावद्वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूह आलम्बनज्ञानं गृहीत्वा तादृशसमूह आलम्बनज्ञानविषये प्रकृतहेतुतावच्छेदकत्वं प्रमेयत्वत्वं तद्वत्त्वं प्रमेयत्वे अस्ति इति प्रमेयत्वं दुष्टं हेत्वाभासः इति सर्वं समञ्जसं भवति इति उक्तम्। तर्हि अनया रीत्या एव सर्वं निरूप्यते अग्रे। अस्तु, प्रश्नाः सन्ति चेत् प्रष्टुं शक्यते, नो चेत् असाधारणनिरूपणम् इति अग्रे सरेम। अस्तु, तर्हि असाधारणनिरूपणं सत्यभामा भगिनि कृपया आरम्भं करोतु। आम् महोदय, असाधारणनिरूपणम् अथ असाधारणनिरूपणमाह सर्वपक्षविपक्ष विपक्ष पक्षावृत्तः पक्षमात्रवृत्तिः असाधा सर्व सपक्षविपक्षावृत्तय वृत्तः पक्षमात्रवृत्तिः असाधारणः इति. सपक्षः साध्यप्रकारनिश्चयविशेषः, विपक्षः साध्याभावप्रकारनिश्चयविशेषः. तयोः व्यावृत्तः तयोः अविद्यमानः इति अर्थः. साध्यस्य साध्याभावः वा येषु निश्चयः तेषु आवृत्तिः इति अर्थः इत्यर्थः. तद् उदाहरणमाः यथा शब्दः अनित्यः इति शब्दत्वात् इति. अस्मिन् परिच्छेदे लक्षणम् उक्तमस्ति असाधारणस्य लक्षणमाः इति. सर्व पक्ष विपक्ष सर्वपक्ष विपक्ष व्यावृत्तः पक्षमात्रवृत्तिः असाधारणः इति. असाधारणस्य साध्य अभाववृत्तित्वम् अपि च साध्यसामानाधिकरणं नास्ति. सो साध्य अभाववत् वृत्तित्वं अस्ति इति अवृत्तित्वमेव खलु. अभाववद् साभ्य अभाववद् अवृत्तित्वम् अस्ति. अपि च अवृत्तित्वम् इति पूर्वपक्षव्याप्तिः अस्ति अस्ति. साध्यसामानाधिकरण्यं नास्ति. अत्र पक्षमात्रवृत्ति इति उक्तमस्ति. सपक्षे नास्ति, सपक्षे अपि च विपक्षे विद्यमानत्वं नास्ति. यस्मिन् सपक्षे इत्युक्ते यस्मिन् पक्षे साध्यम् अपि च खेदो तयोः विद्यमानत्वम् अन्यत्र अस्ति तद् सपक्षः. न न अत्र किं लिखितमस्ति तदाधारीकृत्य वदतु. सपक्षः इत्युक्ते अत्र क्रमेण गच्छतु भगिनि. बहिः सर्वसपक्ष विपक्ष व्यावृत्तः इत्युक्ते सपक्षे अपि च विपक्षे विद्यमानत्वं नास्ति इति. सत्यं. सपक्षे असाधारणः हेतुः नास्ति, विपक्षे अपि असाधारणहेतुः नास्ति. तदा केवलं पक्षे एव अस्ति. केवलं पक्षे एव अस्ति. उदाहरणम् अत्र शब्दः अनित्यः शब्दः. न न न तादृशं वा अत्र क्रमेण गच्छतु. सपक्षः इत्युक्ते किम् इति प्रथमं वदतु. साध्यप्रकारकनिश्चयविशेष्यः इति अस्ति. साध्यप्रकारः निश्चयविशेषः साध्यः एव प्रकारः अस्ति तत्र. निश्चय तद् यस्मिन् ज्ञाने निश्चयः अस्ति तादृश तद् नास्ति. यस्मिन् पक्षे निश्चयरूपेण विद्यते तादृशपक्ष किं विद्यते. साध्यप्रकारक इत्युक्ते हेतु. साध्यप्रकारः इत्युक्ते हेतुः वा. साध्यमेव साध्यं यस्मिन् साध्यम् अपि च हेतु यस्मिन् पक्षे. किमर्थमत्र हेतोः विषये चिन्तयति इति न बुद्धम्. अत्र केवलम् अत्र अन्यत् चिन्तयति चेत् क्लेशः भवति भगिनि. ओके अत्र प्रश्नं पृच्छामि तस्य उत्तरं वदतु कृपया. सपक्षः साध्यप्रकारनिश्चयविशेष्यः तावदेव लिखितमस्ति खलु. तर्हि साध्यप्रकारनिश्चयविशेष्यः इति समस्तपदे कति पदानि सन्ति. साध्यप्रकारनिश्चयविशेषः चतुर्थम. साध्यप्रकारक निश्चयविशेष्यः इति चत्वारि पदानि दृश्यन्ते खलु. तर्हि अत्र प्रकारक प्रकार इति पदस्य अर्थः कः. विशेषणम् इति प्रकाररूपेण यद् विद्यते तत् ज्ञाने विशेषणं तदेव खलु ज्ञाने प्रकारः. तर्हि अत्र साध्यप्रकारः इत्यस्य अर्थः कः? विशेषण विशेषणमस्ति इति वा? साध्यं च असौ प्रकारकश्च प्रकारश्च साध्यं च असौ प्रकारश्च साध्यप्रकारः इत्युक्ते यस्मिन् ज्ञाने साध्यं प्रकारमस्ति साध्यप्रकारक अपि च निश्चयत्वम् अपि अस्ति सपक्षः इत्युक्ते किम् इति चेत् सपक्षः इत्युक्ते विशेष्यः अस्ति अत्र सपक्षः साध्यप्रकारनिश्चयविशेष्यः इति वाक्यं खलु वाक्ये भागद्वयमेव अस्ति तर्हि सपक्षः इत्युक्ते किम् इति चेत् साध्यप्रकारकनिश्चयविशेष्यः तर्हि सपक्षः साध्यप्रकारकनिश्चयः इति पर्यन्तम् एकं भवति तादृशनिश्चयं विशेष्य अस्ति विशेष्यः कः इति वा विशेष्यः कः श्रूयते खलु महोदय श्रूयते मम ध्वनिः श्रूयते वा भवान् पुनः वदतु पूर्वं यद् उक्तं साध्यं च असौ प्रकारं च तावत् मया श्रुतम् अस्तु अत्र विशेष्यः इति अस्ति खलु स च विशेष्यः कः विशेषः पक्षः खलु तदेव सपक्षः केवलं पक्षः इति न वदतु सपक्षः सपक्षः विशेष्यः सपक्षः विशेष्यः विशेष्यः सपक्षः अस्ति चेत् विशेषणं किम् अहं दातम् हरिः ओम् इदानीं श्रूयते इदानीं श्रूयते वा इदानीमेव श्रूयते अस्तु तर्हि एतादृशमेव प्रतिदिनम् आगच्छतु यदा यदा वर्गे भवति अन्यमार्गं कृपया मा स्वीकरोतु अस्तु तर्हि विशेष्यः इत्युक्ते सपक्षः खलु विशेष्यः इति उक्तत्वात् तत्र विशेषणं किमपि भवेत् अत्र विशेषणं किं साध्यप्रकारकम् इति उक्तम् साध्यः साध्यः विशेषः साध्यः साध्यः तर्हि सपक्षः इत्युक्ते ज्ञानमस्ति सपक्षस्य ज्ञानमस्ति यस्मिन् ज्ञाने सपक्षः विशेष्यः अस्ति अपि च विशेषणं किम् इति चेत् साध्यं तर्हि सपक्षः साध्यप्रकारकनिश्चयविशेष्यः इत्यस्य अर्थः कः इति चेत् साध्यवान् साध्यनिश्चयवान् सपक्षः इति वक्तव्यं साध्यनिश्चयवान् साध्यनिश्चयवान् सपक्षः साध्यनिश्चयवान् सपक्षः इत्युक्ते अस्मिन् पक्षे निश्चयेन साध्यम् अस्ति चेत् तादृशपक्षः सपक्षः इति अर्थः अस्तु एवं विपक्ष अत्र तर्हि पश्यतु अत्र हेतुः इति पदमेव मया न प्रयुक्तं हेतोः चिन्तनमेव नास्ति तर्हि सपक्षः इत्युक्ते साध्यनिश्चयवान् सपक्षः इत्युक्ते यस्मिन् पक्षे साध्यं निश्चयेन अस्ति तदेव सपक्षः तत्र एकम् उदाहरणं वदति वा महानसं यत्र यत्र धूमः यत्र यत्र वह्निः तत्र तत्र धूमः इति पर्वतः वन्यमान् इत्यत्र भगिनी किमर्थम् अत्र धूमस्य विषये चिन्तनम् इदानीम् अस्माभिः किं चिन्तनीयं साध्यमेव शृणु शृणु कृपया शृणोतु भगिनि केवलं साध्यम् अपि च पक्षः द्वयमेव अत्र चिन्तनीयं हेतोः विषये किमपि चिन्तनं नास्ति अस्तु, तर्हि इदानीम् औष्ण्यं, यदि औष्ण्यं साध्यम् अग्निः इति पक्षः स्वीकुर्मश्चेत् औष्ण्यं सर्वदा निश्चयेन अग्नौ भवति खलु? भवति. तर्हि औष्ण्यम् इति साध्यमस्ति चेत् अग्निः सपक्षः इति वक्तुं शक्यते. बुद्धं खलु? हा, इति वक्तव्यम्. केवलं तादृशम् अत्र स्वभावः इति नास्ति. यथा इदानीं यदि भवत्याः उदाहरणे महानसं, महानसम् इति स्वीकृ महानसे निश्चयेन वह्निः अस्ति. महानसम् इत्युक्ते किं? यत्र पाकं पाकक्रिया जायते तदेव महानसम् इति कृत्वा वह्निं विना पाकं न कर्तुं शक्यते इति कृत्वा अत्र महानसम् इति वक्तं. महानसं सपक्षः यदि वह्निः साध्यमस्ति चेत् तदा महानसं पक्षः सपक्षः भवति. यदि जलं साध्यमस्ति चेत् तदा ह्रदः सपक्षः भवति इति तावदेव वक्तव्यं. बुद्धं खलु? बुद्धम्. अस्तु, तर्हि इदानीं विपक्षः इत्युक्ते किम् इति वदतु. साध्य अभावनिश्चयवान् विपक्षः, साध्य अभावप्रकारनिश्चयविशेषः इति. तत्र निश्चयः विशेषः अस्ति विपक्षः, अस्मिन् विशेषणमस्ति साध्य अभावः. साध्य अभावनिश्चय इदानीं वयं दृष्टवन्तः. इदानीं वस्मि अभावः जलत्वे इति वक्तव्यं वा? जलं हृदे. तर्हि साध्यमिति वह्निः अस्ति चेत् विपक्षः किं भवति इति चेत् ह्रदः सर्वदा विपक्षः. यस्मिन् कस्मिंश्चित् काले ह्रदे वह्निः न भवति तर्हि साध्य अभावप्रकारकनिश्चयः अस्ति ह्रदे. तर्हि साध्य अभावप्रकारनिश्चयविशेष्यः अस्ति ह्रदः. अत्र साध्य इत्युक्ते वह्निः, वह्नि अभावप्रकारकनिश्चयविशेष्यः अस्ति ह्रदः इति कृत्वा ह्रदः विपक्षः. अस्तु, अग्रे तयोः. तयोः व्यावृत्तः तयोः अविद्यमानः इत्यर्थः. अत्र तयोः अविद्यमानः इति अर्थः. तयोः इत्यनेन साध्यमपि च साध्याभावस्य इति भवति वा महोदय? साध्यम् अपि च तयोः इत्यनेन सपक्षः विपक्षः उभयोः इति स्वीकर्तव्यम्. सपक्षस्य अपि च विपक्षस्य तयोः अविद्यमानः प्रथम इदानीं बुद्धं प्रथम तत्र सर्वसपक्षविपक्षव्यावृत्तः इति दत्तमस्ति, तदेव पुनः अत्र अत्र व्यावृत्तः इत्यनेन किम् अवगन्तव्यम् इत्युक्ते सपक्षे अपि नास्ति विपक्षे अपि नास्ति, केवलं पक्षे एव अस्ति. केवलं पक्षमात्रवृत्तिः असाधारणहेतुः. साध्यस्य साध्य अभावस्य वा येषु निश्चयः तेषु अवृत्ति इति अर्थः. साध्यस्य साध्याभावस्य वा येषु निश्चयः साध्यमस्ति अथवा साध्याभावः अस्ति तादृशेषु तेषु आवृत्ति इति अर्थः. कस्य अवृत्तीनि गृहीतान् न दत्तमस्ति? तस्य आवृत्तिः असाधारणः इत्यस्य लक्षणम् असाधारणहेतुः. हेतोः आवृत्ति इति अर्थः. सत्यं, हेतोः आवृत्तिः इति नास्ति, हेतुः एव आवृत्तिः. हेतुः एव आवृत्तिः, असाधारणहेतुः एव आवृत्तिः. यथा तदुदाहरणमाह तदुदाहरणमाह शब्दः अनित्यः शब्दत्वात् इति उदाहरणम् अस्तु. तर्हि एतदुदाहरणं स्वीकृत्य यावत् इदानीम् अवगतं तत् परिशीलयतु. प्रथमं साध्यप्रकारनिश्चयविशेषः इति स्वीकृतं. साध्यः अस्ति अनित्यम् अपि च विशेष्यम् अस्ति शब्दः हेतुः शब्दत्वादिति साध्यप्रकारक शब्द विशेषः शब्दः शब्द अनित्यत्ववान् शब्दः इति भवति. तद् भवति खलु अनित्यत्ववान् अस्ति शब्दः. शब्दः इति इदानीं किं साध्यं शब्दः इति साध्यं वा? क्षम्यतां पक्षः. अस्तु तर्हि पक्षः त्यजतु इदानीं. तर्हि अस्माभिः किं चिन्तनीयं? पक्षम अनित्यः इति साध्यं खलु. अत्र शब्दत्वम् इति त्यजतु इदानीम्. अनित्यः इति साध्यम् अनित्य अनित्यः इति साध्यम् अनित्यत्वम् इति साध्यं केवलं शब्दे एव अस्ति वा? पक्षमात्रवृत्तिः वा अनित्यः इति? तद् नास्ति. पक्षमात्रवृत्तित्वं नास्ति. न एकनिमिषं क्षम्यतां, मया दोषेन पृष्टमस्ति. पक्षमात्रवृत्तिः अत्र शब्द अत्र अस्तु क्रमेण गच्छेम. शब्दः अनित्यः शब्दत्वात् इति वाक्यं. तर्हि अत्र पक्षः कः? शब्दः. साध्यं किम्? अनित्यम्. हेतुः कः? शब्दत्वात् शब्दत्वम्. अस्तु तर्हि इदानीं शब्दत्वम् इति हेतुः पक्षमात्रवृत्तिः वा न वा? पक्षमात्रवृत्तिः हेतुत्वं शब्दत्वं निरूपयतु. शब्दत्वम् अन्यत्र नास्ति इति निरूपणीयम्. अन्यत्र इदानीं किं घटपटादिषु शब्दत्वं नास्ति खलु. शब्दत्वं कुत्र भवति? शब्दे एव भवति, केवलं शब्दे एव भवति. अन्यत्र केवलं शब्दे एव भवति, अन्यत्र न भवति. पक्षमात्रवृत्तिः अस्ति शब्दत्वं. पक्षमात्रवृत्ति अस्ति शब्दत्वं नपुंसकलिङ्गे. तद् निरूपितं. किन्तु सर्वसपक्षविपक्षव्यावृत्तः अस्ति वा इति चिन्तनीयम्. तर्हि अत्र सपक्षम् एकं स्वीकरोतु. सपक्षम् इत्युक्ते किं? सपक्षः इत्युक्ते किं? साध्यनिश्चितवान् सपक्षः. अस्तु तर्हि अत्र साध्यं किम्? साध्यम् अनित्यम्. अस्तु तर्हि अनित्यत्वं यस्मिन् निश्चयेन अस्ति तादृश एकम् उदाहरणं स्वीकरोतु. घटम्. उत्तमं. घटः अनित्यः. घटः अनित्यः. घटः अनित्यः इति निश्चितबुद्धिः अस्ति. तर्हि घटः सपक्षः इति स्वीकुर्मश्चेत् घटे शब्दत्वम् अस्ति वा? घटे शब्दत्वं नास्ति. उत्तमं. घटे शब्दत्वं नास्ति. तर्हि सपक्षव्यावृत्तः अस्ति शब्दत्वं खलु. अस्तु इदानीं विपक्षः स्वीकरोतु. विपक्षः अत्र पक्षे साध्य अभावनिश्चितः साध्य अभावः अनित्यत्वः अभावः नित्यवस्तूनि अस्ति. गगनं आकाशादि. उत्तमम्. आकाशः इति स्वीकरोतु. आकाशः इति नित्यवस्तु. आकाशे नित्यवस्तुनि अत्र शब्दत्वम् अस्ति वा? शब्दत्वं नास्ति. हा तर्हि विपक्षे अपि शब्दत्वं नास्ति. सपक्षे अपि सपक्षे घटे शब्दत्वं नास्ति. विपक्षे आकाशे घटत्वं नास्ति. क्षम्यतां शब्दत्वं नास्ति, केवलं पक्षे शब्दे एव शब्दत्वम् अस्ति खलु. तर्हि इदानीं शब्दत्वम् असाधारणहेतुः इति निरूपितम्. सर्वसपक्ष विपक्ष आवृत्तित्वम् अपि च पक्षमात्रवृत्तित्वम् इति निरूपितं खलु. तर्हि शब्दत्वे असाधारणत्वं समन्वितम् अस्तु. तर्हि अग्रे गच्छामः. धन्यवादः भगिनि. धन्यवादः. शिवराम महोदय पठितुमिच्छति वा? महोदय प्राथमिकप्रश्नः अस्ति. पक्षे सपक्ष पक्षः सपक्षः अपि भिन्नं वा? आम् भिन्नः वा इति स्वीकर्तव्यम्. पक्षः इति अनुमानवाक्ये यत् पक्षः अस्ति, पक्षस्य लक्षणं किम्? साध्यहेतु समानाधिकरण्यं यत्र अस्ति तत् पक्ष. केवलं तदेव वा? अत्र अत्र स्प्रेड्शीट् मये मध्ये एतत् सर्वम् अस्माभिः चिन्तितं, तत् सर्वं स्थापितमस्ति. व्याप्तिचिन्तनम् इत्यत्र प्रसिद्धत्वं, पक्षः प्रसिद्धः भवेत्, अपि च साध्यसम्भावनावान् भवेत्, यस्मिन् साध्यं सम्भावितुं भवति तादृशः भवेत् पक्षः, साध्यसन्दिग्धवान् भवेत्. तदेव मुख्यं, भवतः प्रश्नस्य उत्तरं तदेव, साध्यसन्दिग्धवान् भवेत् पक्षः. यस्मिन् साध्यम् अस्ति वा न वा इति सन्देहः अस्ति, सः एव पक्षः. किन्तु सपक्षः कः? वदति वा? भेदः. मम प्रश्नस्य उत्तरं ददातु. सपक्षः इत्युक्ते साध्य, सपक्ष इति साध्यप्रकार निश्चयः अस्ति. हा, सन्देहः नास्ति खलु, सपक्षे निश्चयः अस्ति. विपक्षः इत्युक्ते किम्? निश्चयाभावः, साध्याभावनिश्चयः अस्ति. तत्रापि निश्चयः अस्ति. तर्हि सपक्षे निश्चयः अस्ति. कः निश्चयः? साध्ये निश्चयेन अस्ति इति निश्चयः अस्ति. साध्यमस्ति इति निश्चयः अस्ति सपक्षे, साध्यं नास्ति इति निश्चयः अस्ति विपक्षे. किन्तु पक्षे सन्देहः अस्ति, साध्यम् अस्ति वा न वा इति. इति कृत्वा पक्षः विपक्ष सपक्षे अन्तर्भूतं न भवति, विपक्षे अपि अन्तर्भूतं न भवति. थर्ड् केटगरि सन्दिग्धवान् इति कृत्वा. अस्तु, समीचीनं, धन्यवादः. हा अस्तु, शिवराम महोदय अग्रे. क्षम्यतां महोदय, पृष्ठक्रमाङ्कं वदतु वा? 253. तत्र असाधारणनिरूपणम् इति शीर्षकमस्ति. तत्र प्रथमपरिच्छेदः भगिन्या पठितं, द्वितीयपरिच्छेदात् पठनीयम्. इह च अनित्यत्वम्. इह च अनित्यत्वं साध्यं शब्दस्य पक्षरूपत्वेन न तत्र निश्चितम्. निश्चित साध्यत्वत्सु अनित्येषु घटपटादिषु न अयं हेतुः अस्ति तस्य शब्दमात्रवृत्तित्वात्. अत्र एव विपक्षभूतेषु अनित्यत्व अभावत्सु आत्माकाशादिषु न अयम् अस्ति. अस्तु, एतत् सर्वम् अस्माभिः चिन्तितम् इदानीमेव सत्यभामा भगिन्यः. तर्हि भवता वक्तुं शक्यते, किञ्चित् प्रतिपादयति वा अत्र किमस्ति इति? इयं न महोदय, अनित्यत्वं साध्यं शब्दस्य पक्षरूपत्वम्। अस्तु, अस्मान् पुरतः अनुमानवाक्यं किम् इदानीम्? शब्दः अनित्यः शब्दत्वात् इति अनुमानवाक्यं खलु? उपरि अस्ति, अन्ते अन्ते यः परिच्छेदः भवता पठितं तस्मात् पूर्वं शब्दः अनित्यः शब्दत्वात् इति अनुमानवाक्यम्। अत्र पक्षः कः? शब्दः वा अत्र? हा, साध्यं किम्? साध्यम् अनित्यत्वम्। अनित्य अनित्यत्वम् इति साध्यं, न तु अनित्यः। अनित्यः इत्युक्ते शब्दः एव, अनित्यत्वम् इति साध्यम्। हेतुः कः? शब्दत्व शब्दत्व उत्तमम् उत्तमम्। तर्हि अत्र शब्दत्वं कुत्र अस्ति? शब्दत्वं शब्दे शब्दे शब्दे इति पक्षे एव अस्ति शब्दत्वं, पक्षे एव अस्ति। हा, किन्तु इदानीं न निश्चितम् इत्युक्ते शब्दस्य पक्षरूपत्वेन न तत्र निश्चितम् अनित्यत्वं। किं न निश्चितमिति चेत् शब्दत्वं शब्दे अस्ति इति निश्चितं, किन्तु अनित्यत्वं शब्दे अस्ति वा न वा इति न निश्चितं। किमर्थमित्युक्ते साध्य सन्दिग्धवान् पक्षः इति कृत्वा शब्दे शब्दः अनित्यः वा न वा इति सन्देहः अस्ति इति कृत्वा एव एतद् अनुमानं करोति। भवतु, तर्हि इदानीं सपक्षः इत्युक्ते अस्मिन् सन्दर्भे सपक्षः कः? सपक्षः अत्र यथा शब्दः पक्षस्य सपक्षस्य लक्षणं महोदय, साध्य निश्चयवान् सपक्षः, यस्मिन् साध्यम् अस्ति इति निश्चयज्ञानमस्ति सः एव सपक्षः। तर्हि अस्मिन् सन्दर्भे सपक्षः कः? शब्दः वत् शब्दः न शब्दः इति पक्षः, पक्षः पक्षः साध्यसन्दिग्धवान् अस्ति, तर्हि तत्र सन्देहः अस्ति, तर्हि पक्षः न वक्तव्यम्, अन्यत् किमपि वक्तव्यम्। शब्दत्ववान् न न सपक्षः इत्यस्य लक्षणं किम्? सपक्षः नाम किम्? निश्चिति अस्ति। हा? निश्चिति अस्ति, साध्य निश्चितवान् सपक्षः। सपक्षः तर्हि अत्र साध्यं किम्? साध्यम् अनित्यत्वं। सत्यम्, अनित्यत्वं निश्चयेन कुत्र अस्ति किमपि भवान् जानाति किम्? यत्र अनित्यत्वम् अस्ति इति निश्चयज्ञानं न घटः घटः अनित्यमस्ति इति भवान् न जानाति किम्? किं महोदय? घटः अनित्यः इति भवान् जानाति वा न वा? जानामि, तत् घटः खलु। तर्हि घटे अनित्यत्वं वर्तते इति निश्चितज्ञानम् अस्ति, तर्हि घटः सपक्षः अस्ति। किमर्थमित्युक्ते अत्र अनित्यत्वम् इति साध्यं घटे अस्ति इति निश्चयज्ञानमस्ति, घटः अनित्यः इति वयं जानीमः इति कृत्वा सपक्षः घटः। तर्हि इदानीं घटे हेतुः अस्ति वा? अत्र हेतुः कः? महोदय हेतुः अत्र इदानीमेव भवता उक्तं खलु, शब्दः अनित्यः शब्दत्वात् इति इति वाक्ये हेतुः शब्दत्वं सत्यं शब्दत्वं घटे अस्ति वा आम् शब्दत्वं घटे नास्ति नास्ति खलु नास्ति नास्ति समीचीनं हा तर्हि सपक्षे घटे हेतुः नास्ति नास्ति अस्तु इदानीं विपक्षम् एकं स्वीकुर्मः विपक्षः इत्युक्ते साध्य अभावनिश्चयवान् तर्हि अत्र साध्यं किम् अनित्यम् अनित्य अभावः इत्युक्ते किम् अनित्य अभाव अनित्यत्वस्य अभावः इत्युक्ते किं नित्यत्वं खलु नित्यत्वम् आम् अनित्यत्वस्य अभावः इत्युक्ते नित्यत्वं नित्यत्वं नित्यत्वं कुत्र अस्ति किमपि पदार्थद्रव्यं वदतु यत्र नित्यत्वमस्ति आकाशे अस्ति उत्तमं तर्हि आकाशः इति विपक्षः अस्ति किमर्थमित्युक्ते आकाशे अत्र अनित्यत्वम् इति हेतुः न इति साध्यं नास्ति इति निश्चितबुद्धिः अस्ति अस्तु तर्हि इदानीम् आकाशे शब्दत्वमस्ति वा शब्दत्वम् आकाशे नास्ति नास्ति केवलं शब्दे एव के शब्दत्वमस्ति खलु आम् हा इति कृत्वा सपक्षे घटे अनित्यत्वं नास्ति विपक्षे आकाशे अनित्यत्वं नास्ति कुत्र अस्ति पक्षे अनित्य पक्षे शब्दत्वम् अस्ति मया समीचीनतया उक्तं वा पुनः वदामि सपक्षे घटे शब्दत्वं नास्ति अनित्यत्वमिति मया उक्तमिति भाति सपक्षे घटे शब्दत्वं नास्ति विपक्षे आकाशे शब्दत्वं नास्ति पक्षे शब्दत्वम् अस्ति इति कृत्वा इदानीं सर्वसप्रति सपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः हेतुः इति लक्षणं शब्दत्वे आगतं बुद्धं खलु अस्तु अग्रे पठति वा यद्यपि यद्यपि विपक्षावृत्तित्वं हेतुगुण एव न हि पर्वतः वह्निमान् धूमादि इति सद्हेतुकस्थले विपक्षभूताः ये हृदयभूतयः ह्रदप्रभृतयः तद् वृत्तित्व तत् वृत्तित्वम् आदाय धूमः दृश्यते प्रत्युत विपक्षवृत्तित्वे साधारण्यप्रसङ्गात् धूमस्य अथताविधत्वात् सद्हेतुत्वमेव गीयते तथापि सपक्षव्यावृत्तत्वमेव शब्दत्वस्य दोषः सद्हेतुर्हि सः भवति यः एकं पक्षे अस्ति द्वितीयं विपक्षे नास्ति तृतीयम् एवं सपक्षे भवति अस्तु अत्र क्रमेण पुनः पठित्वा चिन्तयतु महोदय विपक्षवृत्तित्वं हेतु न हि पर्व विपक्ष अवृत्तित्वम् अवृत्तित्वम् आम् विपक्ष अवृत्तित्वं हेतुगुण एव इति किमर्थम् उक्तम् पुनः विपक्षः इत्युक्ते किम् सपक्ष तथा विपक्ष साध्य अभावनिश्चयवान् विपक्षः खलु आम् साध्य अभाव हा तर्हि साध्य अभाववान् विपक्षः इति स्वीकरोतु निश्चयति त्यजेम इदानीं साध्य अभाववान् विपक्षः तर्हि यस्मिन् साध्य अभावः अस्ति तत्र हेतुः भवेद् वा न वा सामान्यतया हेतुः भवेत् न तत्र यत्र साध्यं नास्ति तत्र हेतुः भवेद् वा हा साध्यं नास्ति तर्हि हेतुः नास्ति यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः भवेत् तदेव व्यतिरेकः खलु अस्तु तर्हि विपक्ष आवृत्तित्वं यद्यपि हेतुगुणः एव इत्युक्ते हेतुः इति वदेमश्चेत् तत्र व्याप्तिः भवेत् यत्र यत्र हेतुः तत्र तत्र साध्यं यत्र यत्र साध्याभावः तत्र तत्र हेतु अभावः इति भवेत् तर्हि विपक्षे हेतुः न भवेत् इति उक्तं तदेव हेतुगुणः अस्तु अग्रे नहि नहि पर्वतो वह्निमान् धूमात् इति सद्हेतुकस्थले विपक्षभूताः ये रुधप्रभूतयः अत्र उदाहरणं पर्वतः वह्निमान् धूमात् इति सद्हेतु इत्यत्र हेतुः कः अत्र पर्वतो वह्निमान् इति अत्र हा पर्वतो अत्र धूम इति हेतु अस्ति न अत्र धूम धूमात् इति पञ्चमी खलु पञ्च हेतौ पञ्चमी आमाम् आमां हेतुः पञ्चमी तर्हि धूमः इति हेतुः इदानीं धूमः इति सद्हेतुः अस्ति किमर्थं सद्हेतुः इत्युक्ते तत्र व्याप्तिः अपि अस्ति पक्षधर्मता अपि अस्ति उभयमपि अस्ति इति कृत्वा धूमः सद्हेतुः अस्ति तर्हि सद्हेतुकस्थले अस्मिन् अनुमाने विपक्षभूताः अत्र विपक्षः धूमः इति हेतुः स च धूमः कुत्र नास्ति न अत्र अत्र धूमः इति हेतुः साध्यं वह्निः वह्निः कुत्र नास्ति वह्निः पर्वतो वा नहि पर्व न न पर्वते वह्निः अस्ति कुत्र नास्ति अस्ति वह्निः निश्चयेन कुत्र नास्ति धूमात् नास्ति धूमे नास्ति न अस्तु भवान् किञ्चित् शृणोतु महोदय अत्र प्रायः भवतः अभ्यासः नास्ति इति भाति अतः किञ्चित् भ्रमः जायते अस्तु स्वामिमहोदय धन्यवादः महोदय स्वामिमहोदय मया सह सम्भाषणं करोति वा नहि पर्वतः वह्निमान् धूमात् इति सद्हेतुकस्थले विपक्षभूताः ये हृदप्रभृतयः तत्र प्रतिपादयति वा महोदय प्रथम नमस्कारः महोदय महान् सहनशीलता अस्ति भवतः महता सहनशीलता अस्ति न तत्र भवतु तत्र क्लेशः एव नास्ति न मम अभ्यासाय अपि भवतु पुनः पुनः पाठने अत्र क्लेशः एव नास्ति यावत्पर्यन्तम् अत्र न अवबुध्यते तावत्पर्यन्तं मया पठनीयः एव तत्र क्लेशः नास्ति तत् सन्तोषेण अहं करोमि भवतु वदतु महोदय नहि पर्वतः वह्निमान् धूमात् इति सद्हेतुकस्थले विपक्षभूताः ये ह्रदप्रभृतयः तावत् तावत् तावत् आं महोदय महोदय पृच्छति वा किम् अस्तु पृच्छामि पर्वतः वह्निमान् धूमात् इत्यत्र हेतुः कः धूमः धूमः सद्हेतुः वा धूमः सद्हेतुः वा न वा सद्हेतु महोदय किमर्थं धूमः सद्हेतुः इति उक्तम् सद्हेतोः लक्षणं किम् व्यापकत्वं वा हेतौ द्वौ गुणौ भवेत् यस्मिन् हेतौ द्वौ गुणौ भवतः सः एव सद्हेतुः इति अस्माभिः अधीतं तौ द्वौ गुणौ कौ पक्षे स्थातव्यम् अपि च पक्षधर्मता अपि च साध्यहेतोः मध्ये व्याप्यं भवेत्। हा इत्युक्ते व्याप्तिः भवेत् हेतौ महोदय। तर्हि यस्मिन् हेतौ पक्षधर्मता अस्ति व्याप्तिः अपि अस्ति तत् सद्हेतुः इति वदेम। तर्हि इदानीं धूमे उभयमपि अस्ति वा पक्षधर्मता अस्ति वा? पर्वत पर्वतः वह्निमान् अस्तु पर्वतः वह्निमान् धूमात् इत्यत्र पक्षः कः? पक्षः तु पर्वतः। हा पक्षे किं दृश्यते प्रत्यक्षेन किं वयं पश्येम? धूमः। हा तर्हि पक्षे धूमः धर्मः अस्ति खलु? यदि पक्षः पर्वतः धर्मी अस्ति तर्हि तस्मिन् धर्मिणि विद्यमानधर्मः अस्ति धूमः खलु? आम् महोदय। तर्हि पक्षधर्मता इदानीं धूमे अस्ति वा न वा? अस्ति महोदय। हा इति वक्तव्यं तावदेव। पक्षधर्मता धूमे अस्ति। धूमः निश्चयेन अस्ति वा नास्ति वा इति सन्दिग्धं मम मनसि आगतं वर्तते। न प्रत्यक्षेन पश्येम खलु? साध्यं पर्वते अस्ति वा न वा, साध्यम् इति वह्निः पर्वते अस्ति वा इत्यत्र सन्देहः अस्ति, न तु हेतुः। यदि हेतुः पक्षे अस्ति वा न वा इति सन्देहः अस्ति चेत् तद् सद्हेतुः न भवति, दुष्टहेतुः भवति। हेतुं केनापि प्रमाणेन ज्ञात्वा एव अत्र पक्षे साध्यम् अनुमातव्यं खलु इति कृत्वा हेतुः पक्षे अस्ति वा न वा इत्यत्र सन्देहः अस्ति चेत् तादृशहेतुः दुष्टहेतुः भवति, सद्हेतुः न भवति। अस्तु तर्हि इदानीं पक्षधर्मता अस्ति धूमे, व्याप्तिः अस्ति वा? महोदय तत् प्रत्यक्षवाक्यं वा अनुमानवाक्यं नास्ति वा? पर्वतः पर्वते धूमः अस्ति इति अनुमानेन ज्ञायते वा प्रत्यक्षेन ज्ञायते वा? प्रत्यक्षेन तु ज्ञातुं शक्यते, कोऽपि वदति चेत् अपि ज्ञायते। हा भवतु, शाब्देनापि ज्ञातुं शक्यते, प्रत्यक्षेन ज्ञातुं शक्यते। अहम् इदानीं प्रत्यक्षेन ज्ञातम् इति स्वीकृतवान्। अस्तु तावदेव। अस्तु तत् आम् इदानीं किन्तु अनुमानेन हेतुः न ज्ञायते यदा कदापि, अनुमानेन साध्यमेव साध्यते। हेतुः प्रत्यक्षेन ज्ञातुं शक्यते, शाब्देनापि ज्ञातुं शक्यते, शब्देनापि ज्ञातुं, शाब्दमिति न वदति, शब्देनापि ज्ञातुं शक्यते। महोदय परार्थ अनुमाने तर्हि किमपि न दृष्टं खलु, केवलं वदति खलु, अन्यः वदति खलु, आप्तः वदति पर्वते धूमः अस्ति धूमवत्वात् इति वदति। तत् श्रुत्वा इदानीं पर्वते धूमः अस्ति इति मया ज्ञातम्। किम् आं महोदय? हा तर्हि अग्रे गच्छेम। इदानीं सद्हेतोः हेतुगुणद्वयमस्ति, एकं तु पक्षधर्मता, पक्षधर्मता अस्ति इति शब्देन वा शब्दप्रमाणेन वा प्रत्यक्षेण प्रमाणेन वा अस्माभिः ज्ञातम्। अस्तु इदानीं तस्मात् अग्रे व्याप्तिः अस्ति वा न वा इति वक्तुं वदतु। यत्र तु धूमः तत्र तु वह्निः व्याप्तिः अस्ति। अन्वयव्याप्तिः उक्तं, व्यतिरेकव्याप्तिः अपि वदतु। यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः। हा तदपि इति उभयमपि वक्तुं शक्यते खलु? शक्यते महोदय तत्र। हा यत्र यत्र धूमः तत्र तत्र वह्निः, यथा महानसं यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः यथा ह्रदः इति उभयमपि अस्माभिः वक्तुं शक्यते। इत्यतः इदानीं व्याप्तिः अपि धूमे अस्ति, पक्षधर्मता अपि धूमे अस्ति इति कृत्वा धूमः सद्हेतुः अस्तु तर्हि नहि पर्वतः वन्यमान् धूमात् इति सद्हेतुकस्थले तर्हि इदानीं धूमः सद्हेतुः इति चिन्तितम् विपक्षभूताः ये ह्रदप्रभृतयः इत्यस्य अर्थः कः ह्रदे तु साध्याभावः अस्ति साध्यमित्युक्ते किम् अत्र अत्र वह्निः हा उत्तमं तर्हि ह्रदे वह्नियभावः अस्ति इति कृत्वा इदानीं ह्रदस्य नाम किम् विपक्षः उत्तमं तदेव अत्र लिखितं विपक्षभूताः ये ह्रदप्रभृतयः अग्रे तद् अवृत्तित्वम् आदाय धूमः दूष्यते हा इत्यस्य अर्थः कः वृत्तित्वं तु आधेयत्वम् अवृत्तित्वम् तदवृत्तित्वं तद् इति पदेन किं गृहीतव्यम् हेतु महोदय तद् इति पदेन ह्रदः विपक्षः स्वीकरणीयः तदवृत्तित्वं तर्हि ह्रद अवृत्तित्वं कुत्र अस्ति ह्रदे ह्रदे धूमः नास्ति अतः तदवृत्तित्वं कुत्र अस्ति ह्रदे अस्ति धूमः तद्दिति ह्रदः तद्दिति ह्रदः ओ ह्रदः तदवृत्तिः इति धूमः तदवृत्तित्वं धूमे किं बुध्यते वा न वा आं महोदय तद् इति ह्रदः ह्रदे अवृत्तित्वम् अस्ति धूमस्य ह्रदनिष्ठ अवृत्तित्वं धूमे ह्रदे इति न वक्तव्यं ह्रदनिष्ठ अवृत्तित्वं धूमे किन्तु तर्हि तदेव भवेत् खलु यत्र साध्यं नास्ति तत्र हेतुः न भवेत् तदेव सद्हेतोः लक्षणं किन्तु अस्मिन् लक्षणे असाधारणहेतोः लक्षणे किं कृतं सर्वसपक्षविपक्षव्यावृत्तः इति उक्तं तर्हि विपक्षे न भवेत् इति उक्तं भोः तदस्माभिः पूर्वमेव उक्तं विपक्षे न भवति चेद् एव सद्हेतुत्वं किमर्थं तत्र विपक्षे न भवेत् इति वदति इति यदि विपक्षे भवति तर्हि तद् असाधारणहेतुः नास्ति इति किमर्थं वदति तद् हेतुः एव नास्ति खलु सत्यं महोदय हा इति तद् अवृत्तित्वम् आदाय धूमः लक्षणे दुष्यते अवृत्ते तद् विपक्षे न भवेत् इति उक्तं विपक्षे तु हेतुः न भवत्येव तर्हि किमर्थं विपक्षे न भवेत् इति योजयति इति प्रश्नः प्रत्युत विपक्षवृत्तित्वे साधारण्यप्रसङ्गात् इत्युक्ते विपक्षे यदि हेतुः अस्ति तर्हि इदानीम् असाधारणं हेतुः न भवति तर्हि किं भवति साधारणहेतुः इति भवति वाक्यं स्वीकृत्य अत्र चिन्तनं तावदेव बुद्धं खलु महोदय इत्युक्ते विपक्षे न भवति चेत् असाधारणहेतुः इति उक्तं चेत् विपक्षे भवति चेत् साधारणहेतुः इति भवति खलु तर्हि किमर्थम् एतादृशलक्षणवाक्यं रचयति इति चिन्तयन् इति चिन्तनं जायमानमस्ति अत्र प्रत्युत विपक्षवृत्तित्वे साधारण्यप्रसङ्गात् धूमस्य अतथाविधत्वात् अतथाविधत्वात् इत्युक्ते धूमः अत्र विपक्षे नास्ति अपि च धूमः साधारणहेतुः अपि नास्ति तर्हि सद्हेतुत्वमेव गीयते तथापि सपक्ष सपक् पक्षव्यावृत्तत्वम् एव शब्दत्वस्य दोषः। तर्हि यद्यपि सर्वसप्रतिपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः इति उक्तम्, अस्मिन् सन्दर्भे शब्दः अनित्यः शब्दत्वात्। इत्यत्र शब्दत्वस्य दोषः कः इति चेत्, सपक्षे अपि सपक्षे घटे सपक्षव्यावृत्तत्वम् एव शब्दत्वस्य दोषः इति वक्तव्यं लक्षणे। किन्तु सपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः इति लक्षणे उक्तं, वस्तुतः सपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः इति वदति चेत् तदेव समीचीनं भवति इति एतावत्पर्यन्तम् उक्तम्। बुद्धं खलु महोदय? अस्तु, तर्हि अग्रे सद्धेतुः सः भवति यः, अग्रे वदतु। हेतुः भवति यः पक्षे अस्ति, विपक्षे नास्ति, एवं सपक्षे भवति। हा, तर्हि सद्धेतोः लक्षणं किम्? पक्षे निश्चयेन भवति, विपक्षे अभावः अस्ति। वदतु महोदय। महोदय, विपक्षे अभावः अस्ति, पक्षे भवेत्, विपक्षे न भवेत्, सपक्षे भवेत् इति चेत् तत् सद्हेतुः भवति। अग्रे पठतु। आद्यगुणः, आद्यगुणः पक्षधर्मतारूपत्वेन परामर्शे उपकरोति। आद्यगुणः तु पक्षे अस्ति इति, तदेव पक्षधर्मता खलु? आं महोदय। हा, पक्षधर्मता कुत्र उपयोगं भवति? पक्षधर्मतायाः उपयोगः कुत्र भवति? परामर्श, परामर्शज्ञान उत्पादनार्थं पक्षधर्मता आवश्यकी अस्ति। अस्तु, अग्रे द्वितीयः, विपक्षे नास्ति इति हेतुः, विपक्षे तत् पठतु महोदय, वाक्यं किमस्ति इति एकवारं पठित्वा तदनन्तरं वदतु। सत्यं, द्वितीयः विपक्षवृत्तित्वरूपः यः साधारणदोषः तस्मात् प्रकृतहेतुं वारयति। विपक्षवृत्तित्वरूपः विपक्षे अपि अस्ति चेत् तर्हि दोषः भवति महोदय, किन्तु अत्र सद्हेतुः यदस्ति विपक्षे अभावः अस्ति। न, अत्र वाक्यं किम् इति पुनः एकवारं पठतु। द्वितीयः विपक्षवृत्तित्वरूपः यः साधारणदोषः तस्मात् प्रकृतहेतुं वारयति। प्रकृतहेतुः, प्रकृतहेतुः कः? सद्हेतुः। न, प्रकृतहेतुः इति असाधारणहेतुः महोदय, असाधारणत्वस्य निरूपणे स्मः खलु? सत्यम्। इदानीं प्रश्नः प्रायः भवता न अवबुद्धं, प्रश्नः कः इति चेत्, सर्वसप्रतिसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः इति असाधारणहेतोः लक्षणम् उक्तम्। तत्र किमर्थं विपक्षे विपक्षे न भवेत् इति लिखितं, तत्तु साधारणहेतु दोषः अस्ति खलु, सद्धेतुः न भवेत्। सद्धेतौ तादृशविपक्षे, सद्धेतुः विपक्षे न भवेत् इति सामान्यमस्ति। तर्हि किमर्थम् अत्र उक्तम् इति चेत्, द्वितीयविपक्षवृत्तित्वरूपः यः साधारणदोषः तस्मात् प्रकृतहेतुं वारयति इति उक्तम्। तर्हि सद्धेतुः असाधारणहेतुः अनयोः मध्ये भेदः साधयितुं विपक्षव्यावृत्तित्वम् अत्र योजितमस्ति। अस्तु अग्रे पठतु महोदय. तृतीयः. तृतीयः गुणः एतौ व्याप्तिज्ञानं सम्पादयति. हा तृतीयगुणः तु पक्षमात्रवृत्तिः एव मम. सत्यं. तर्हि तस्य प्रयोजनं किम्? पक्षे अस्ति महोदय. अत्र वाक्यं यद् भवता पठितं तस्मिन् विषये तदाधारीकृत्य एव अहं प्रश्नं पृच्छामि. अन्यत् किमपि मा चिन्तयतु. तृतीयः गुणः हेतौ व्याप्तिज्ञानं सम्पादयति इति वाक्यं खलु. पञ्चपदानि एव सन्ति तत्र. सत्यं. व्याप्तिज्ञानं सम्पादयति. तर्हि प्रयोजनं किम् इति चेत् व्याप्तिज्ञानं सम्पादयति इति वक्तव्यम्. सत्यं. पक्षमात्रवृत्तिः व्याप्तिज्ञानं सम्पादयति. ऐ डोण्ट् नो, युर् आल् दे सीन्स् टु बि अ जनरल् भ्रम. I am asking questions specifically related to the vakyas that you are reading, and you are always constantly thinking of something else and therefore getting confused. Satyam mohane tastata tadrisham kripaya ma karotu tada avabodha na jayate. There is nothing to be confused about here. I am asking very simple questions. Vakyam patitva asya prayojanam kim? Vyapti gnanam sampadayati. Adya gunaha paksha dharmatayaah prayojanam kim? परामर्शे उपकरोति. अस्तु. द्वितीयः विपक्षव्यावृत्तित्वरूपः यः साध्यसाधारणदोषः तस्मात् प्रकृतहेतुं स्मारयति. अस्तु अग्रे गच्छेम. अस्तु रमेशमहोदय पठति वा? यद्यपि धन्यवादः. हा धन्यवादः. यद्यपि अनुमितेः पूर्वं पर्वते वह्निः सन्दिग्धः तथापि महानसादौ तन्निश्चयः भवति एव. तत्र च धूमज्ञानं भवति चेत् धूमे व्याप्तिनिश्चयः भवति. एवं च महानस आदिरूप सपक्षवृत्तित्वं धूमे ज्ञातं सत् व्याप्तिनिश्चयं सम्पादयति इति सपक्षवृत्तित्वं हेतुगुणः. तत्र अग्रेपि पठतु महोदय. अग्रेपि पठित्वा तदनन्तरं वाक्यशः चिन्तयामि. शब्दत्वरूपे प्रकृतहेतौ तु शब्दे साध्यसंशयकाले सपक्षभूता ये घटपटादयः तद्वृत्तित्वरूपं सपक्षवृत्तित्वं न घटते इति दुष्टः अयं हेतुः. अस्तु आरम्भतः किञ्चित् चिन्तयामि. वाक्यं पुनः पठतु एकवारं, तदनन्तरं तस्मिन् विषये चिन्तयतु. यद्यपि अनुमितेः पूर्वं पर्वते वह्निः सन्दिग्धः तथापि महानसादौ तत् निश्चयः भवति एव. तर्हि पर्वते वह्निः अस्ति वा न वा इति सन्देहः अस्ति, परन्तु महानसादौ वह्निः अस्ति इति निश्चयः अस्ति एव. तत्र च धूमज्ञानं भवति चेत् धूमे व्याप्तिनिश्चयः भवति. तत्र महानसादौ वयं तत्र धूमः दृश्यते एव. तर्हि धूमः वह्निव्याप्य धूमः अस्ति इति यत् व्याप्तिज्ञानं भवति तत् महानसादौ तत्र यद् दृश्यते तेन वयं वह्निव्याप्य धूमः इति अस्ति इति वक्तुं शक्यते. पुनः अत्र भो किमपि भवता उक्तं सामान्यभाषया वदति वा तत्र इत्युक्ते कुत्र महानसादौ हा कीदृशमहानसः यत्र वह्निः अस्ति हा उत्तमं तादृशं वदति चेत् क्लेशः नास्ति तर्हि यस्मिन् महानसे वह्निः अस्ति दृष्टं तत्र धूमज्ञानं भवति चेत् धूमे व्याप्तिनिश्चयः भवति बुद्धं खलु अग्रे एवं च महानसादिरूप सपक्षवृत्तित्वं धूमे ज्ञातं सत् व्याप्तिनिश्चयं सम्पादयति इति सपक्षवृत्तित्वं हेतुगुणः किमर्थं सपक्षवृत्तित्वं हेतुगुणः इति तत्र उक्तम् इति दत्तमस्ति तत्र महानसादौ वयं धूमः तत्र धूमः दृश्यते तर्हि तेन व्याप्तिज्ञानं भवति तर्हि तत् हेतुगुणः अस्ति व्याप्तिज्ञानमेव हेतुगुणः अस्ति इत्युक्ते यत्र यत्र धूमः हेतुः तत्र तत्र वह्निः यत्र धूमः हेतुः तत्र वह्निः साध्यम् इति महानसे दृष्टम् इति कृत्वा एतादृशज्ञानेन अत्र व्याप्तिनिश्चयः कर्तुं शक्यते यत्र यत्र धूमः तत्र तत्र वह्निः इति हेतु इति व्याप्तिनिश्चयः कर्तुं शक्यते तद्व्याप्तिनिश्चयं सम्पादयति इति सपक्षवृत्तित्वं हेतुगुणः एव सपक्षवृत्तित्वं भवेत् हेतुगुणत्वेन अस्तु अग्रे शब्दत्वरूपे प्रकृतहेतौ तु शब्दसाध्य शब्दे साध्यसंशयकाले सपक्षभूता ये घटपटादयः तद्वृत्तित्वरूपं सपक्षवृत्तित्वं न घटते इति दुष्टः अयं हेतुः तर्हि शब्दः अनित्यः शब्दत्वात् इति वाक्ये तत्र शब्दत्वम् इति हेतुः अस्ति शब्दत्वं प्रकृतहेतुः अस्ति शब्दे संशयकाले तर्हि शब्दः अनित्यः वा इति यदा संशयः अस्ति तत्र सपक्षभूता इत्युक्ते घटपटादयः ये सन्ति ते अनित्यः तर्हि ते सपक्षः निश्चयेन अनित्यः तर्हि ते सपक्षः तद् वृत्तित्वं तत्र तद् युक्ते संशयकाले संशयभूता ये घटपटादयः तद् घटपटादय वृत्तित्वरूपं वा तद् न बुद्धं तत्र शब्दः तद्वृत्तित्वरूपं तद् तद् इति हेतुः हा हेतुवृत्तित्वरूपं हा शब्दत्वात् शब्दत्वात् ओके तद्वृत्तित्वरूपं सपक्षवृत्तित्वं रूपवृत्तित्वं न घटते इति दुष्टः अयं हेतुः तर्हि तद्वृत्तित्वं हेतोः यत्र हेतुः यत्र अस्ति तत्र सपक्षवृत्तित्वं न घटते अस्ति सपक्षः इत्युक्ते घटपटादयौ हेतु न अस्ति तर्हि तद् दोष हेतुः दुष्टहेतुः भवति इति समीचीनं वा यथा भवता प्रतिपादितं तत् समीचीनं वा इत्युक्ते यत्र साध्यं नास्ति विपक्षः साध्यम् अनित्यत्वम् अस्ति खलु साध्यमस्ति घटपटादयः साध्यमस्ति एव ते सपक्षः परन्तु ते तत्र हेतु न अस्ति घटपटाद्यौ सोरि घटपटा ये मध्ये हेतु नास्ति तर्हि सपक्षवृत्तित्वं नास्ति खलु. शब्दत्वरूपे प्रकृतिहेतौ तु शब्दे शब्दत्वरूपे प्रकृतिहेतौ तु शब्दे साध्यसंशयकाले सपक्षभूता ये घटपटादयः तद्वृत्तित्वरूपं सपक्षवृत्तित्वं न घटते इति दुष्टः अयं हेतुः. अत्र हेतुः कः? शब्दः, शब्दत्वम् इति हेतुः. शब्दत्वे दोषः कल्पनीयः, तदा एव शब्दत्वं दुष्टं भवति, शब्दहेतु हेत्वाभासः भवति तदा. तर्हि अत्र दोषः कः इति चेत् सपक्षवृत्तित्वं न घटते इति उक्तम्. तद्वृत्तित्वरूपं सपक्षवृत्तित्वं न घटते इति दुष्टः अयं हेतुः. अस्तु, शब्दत्वरूपे प्रकृतहेतौ तु, अस्तु, प्रकृतहेतुः कः? शब्दत्वम्. शब्दे साध्यसंशयकाले सपक्षभूता ये घटपटादयः, सपक्षभूता ये घटपटादयः, सपक्षः घटः सपक्षः अस्ति. किमर्थम्? तस्मिन् अनित्यत्वम् इति साध्यं वर्तते इति कृत्वा घटः सपक्षः अस्ति. अस्तु, तत्र सपक्षभूता ये घटपटादयः तद्वृत्तित्वरूपं, तद्वृत्तित्वरूपम् इत्युक्ते घटनिष्ठवृत्तित्वं कुत्र अस्ति? अनित्यत्वे अस्ति, न तु शब्दत्वे. तद्वृत्तित्वं घटवृत्तित्व घटनिष्ठवृत्तित्वं सपक्षवृत्तित्वं कुत्र न घटते? हेतौ न घटते, साध्ये घटते, किन्तु हेतौ शब्दत्वरूपे न घटते इति दुष्टः अयं हेतुः इति उक्तम्. तर्हि तत्र इतोपि किञ्चित् निरूपणीयमस्ति, अतः एव अग्रे को अत्र दोषः इति प्रश्नः अस्ति. तर्हि तदपि पठित्वा तदनन्तरं पुनः अस्मिन् परिच्छेदे चिन्तनं कुर्मः, तदा एव अर्थबोधः जायते इतोपि स्पष्टतया. अस्तु, वर्षा भगिनी, भवत्या पठितुं शक्यते किम् इदानीम्? आं महोदय, पठितुं शक्नोमि. अस्तु, को अत्र दोषः इति पठतु. को अत्र दोषः? हेतुनिष्ठः साध्यसामानाधिकरण्य अभावः. दर्शितरीत्या सिद्धान्तव्याप्तिविषयकपरामर्शः खलु हेतौ स्वव्यापकसाध्यसामानाधिकरण्यम् अवगाहते. तत्र सामानाधिकरण्यं साध्याधिकरण्य साध्याधिकरणवृत्तित्वं न तत् शब्दत्वरूपे प्रकृतहेतौ समस्ति इति तत् अवगाही परामर्शः भ्रमरूपः भवति. तदा वक्तव्यं वा महोदय? अग्रे पठनीयं वा? अग्रे पठतु किञ्चित्. प्रतिबद्धज्ञान आकारः शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इति भवेत्. तादृशज्ञानं प्रति शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति असाधारणविषयकः निश्चयः प्रतिबन्धकः भवति. प्रतिबद्धप्रतिबन्धकनिश्चययोः भाव अभावप्रकारत्वं शब्दत्वत्वावच्छिन्नविशेष्यतानिरूपकत्वं च अस्ति इति सामान आकारकत्वं सुघटम्. प्रथमं तु कः दोषः इति वदामश्चेत् अत्र हेतौ साध्यसामानाधिकरण्यं न अस्ति इति एव दोषः. इत्युक्ते पूर्वमपि दृष्टं सिद्धान्तव्याप्तिविषये यदि परामर्शः इति वदामः चेत् हेतौ स्वव्यापकसाध्यसामानाधिकरण्यं भवेत्, परन्तु अत्र सामानाधिकरण्यं साध्याधिकरणे. अत्र किञ्चित् प्रतिपादयतु, एवमेव वदति चेत् न बुध्यते. स्वव्याप्य व्यापकसाध्यसामानाधिकरण्यम् इत्युक्ते अत्र स्व इत्युक्ते किं, व्यापकम् इत्युक्ते किं, सर्वं प्रतिपादिनी, नो चेत् अवो न अवबुध्यते. हा महोदय, अत्र भवती अत्र यदि हेतौ साध्यसमानाधिकरण्यं भवेत् इत्युक्ते साध्यः कुत्र वर्तते पक्षे वर्तते तत् तत्र एव हेतु अपि भवेत् तदेव तस्य अर्थः हेतौ स्वव्यापकसाध्यसमानाधिकरण्यम् अपेक्ष अवगाहते इति स्व इत्युक्ते हेतु व्यापक स्वव्यापक हेतुव्यापक भगिनि तत्र तस्मात् पूर्वं द्वितीयवाक्यमस्ति खलु तत् कृपया प्रतिपादयतु तदा एव अवबुध्यते सर्वैः कः अत्र दोषः इदानीं दोषः कः अत्र अत्र साध्यसमानाधिकरण्यस्य अभावः अस्ति इति एव दोषः तर्हि तद् निरूपयतु प्रथमं हा महोदय हा साध्यः अस्ति अनित्यत्वम् अनित्यत्वसामानाधिकरण्य अभावः हेतौ अस्ति हेतुः अस्ति शब्दत्वं शब्दत्वं सपक्षे अन्य सपक्षे अपि न वर्तते विपक्षे अपि न वर्तते इति एव दोषः भवति अत्र साध्यस्य सामानाधिकरण्यं भवति साध्यं भवति अनित्यत्वम् अनित्यत्वस्य सामानाधिकरण्यं सपक्षे अपि अस्ति परन्तु सपक्षे अत्र सपक्षः विपक्षः इति मा वदतु कृपया सामानाधिकरण्यम् अत्र एकम् अधिकरणं स्वीकरोतु यत्र साध्यसामानकारणस्य अभावः हेतुनिष्ठसाध्यसामानस्य अभावः अस्ति इति निरूपयतु केवलम् एकम् अधिकरणं स्वीकरोतु घटः इति स्वीकुर्मश्चेत् अत्र साध्य साध्यसामानाधिकरण्यस्य अभावः वर्तते हेतौ दट् इस् शब्दत्वे इति कृत्वा एव दुष्टहेतु भवति अस्तु तर्हि घटः इति सपक्षः स्वीकृतः घटे अनित्यत्वम् इति साध्यम् अस्ति किन्तु घटे शब्दत्वम् इति हेतुः नास्ति इति कृत्वा हेतौ साध्यसामानाधिकरण्य अभावः आगतः घटनिष्ठ साध्यसामानाधिकरण्य अभावः आगतः इति तावद् वदति चेत् पर्याप्तम् इदानीम् अस्तु हेतुनिष्ठः साध्यसामानाधिकरण्य अभावः एव अत्र दोषः इत्युक्ते यस्मिन् साध्यम् अस्ति तत्र हेतुः नास्ति इति आगतं खलु यत्र अनित्यत्वं घटे अनित्यत्वम् अस्ति किन्तु हेतुः नास्ति शब्दत्वं घटे नास्ति इति कृत्वा किं न सिद्ध्यति अनेन दोषेन किं न सिद्ध्यति व्याप्तिज्ञानं न सिद्ध्यति किल सिद्धान्तव्याप्तिः उत्तमं किं व्याप्तिः न सिद्ध्यति अन्वयव्याप्तिः न सिद्ध्यति वा व्यतिरेकव्याप्तिः न सिद्ध्यति वा व्यतिरेकव्याप्तिः न सिद्ध्यति का व्याप्तिः न सिद्ध्यति एवं चिन्तयतु भगिनि अन्वयव्याप्तेः आकारः वदतु यत्र यत्र साध्यः तत्र तत्र यत्र यत्र हेतुः तत्र तत्र साध्यः यत्र साध्यभावः तत्र तत्र हेतुभावः भगिनि केवलम् अन्वयव्याप्तेः मम प्रश्नस्य उत्तरमेव कृपया ददातु नो चेत् सर्वेषां भ्रमः भवति अपि च भवत्याः अपि भ्रमः भवति अन्यद्विषयं चिन्तयति चेत् अत्र सामानाधिकरण्यम् इति उक्तं खलु तत्र अभावस्य किमर्थं चिन्तनमेव सामानाधिकरण्यम् अस्तित्वं स्वीकृत्य एव चिंतनं खलु घटः अस्ति लेखनी अपि अस्ति इति चेत् भूतले तर्हि लेखनीघटयोः मध्ये सामानाधिकरण्यं जातं किन्तु इदानीं सामानाधिकरण्यम् अस्तित्वं स्वीकृत्य एव साध्य सामानाधिकरण्यं वक्तुं शक्यते तर्हि अभावस्य विषये चिन्तनमेव न कार्यम् अस्तु तर्हि इदानीं घटे साध्यसामानाधिकरण्यस्य अभावः अत्र अन्वयव्याप्तिः वाम्य अन्वयव्याप्तिः न लब्धा इत्युक्ते यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वक्तुं शक्यते चेत् अन्वयव्याप्तिः सिद्धा भवति प्रकृतस्थले घटे अनित्यत्वम् इति साध्यमस्ति किन्तु शब्दत्वमिति हेतुः नास्ति तर्हि अन्वयव्याप्तिः न लब्धा तदेव दोषः खलु हा महोदय अस्तु तावदागतं तर्हि इदानीम् अग्रे दर्शितरीत्या दर्शितरीत्या सिद्धान्तव्याप्तिविषयकपरामर्शः खलु हेतौ स्वव्यापकसाध्यसामान्याधिकरण्यम् अवगाहते अस्तु तर्हि तत्र क्रमेण चिन्तनीयं चेत् सिद्धान्तव्याप्तिविषयकपरामर्शः अत्र सिद्धान्तव्याप्तिः कः इति वदतु प्रथमं तद् अभावस्ता तदेव किल महोदय वन् मिनिट् यत् सिद्धान्तव्याप्तिः भवति तत् अभाववत्ता निश्चयः इति वा न तत्तु मुद्रा तत् मुद्रा इदानीं व्याप्तेः लक्षणम् साध्यभावत् आवृत्तित्वम् इति कस्य लक्षणं सिद्धान्तव्याप्तिः न पूर्वपक्षिव्याप्तिः पूर्वपक्षिव्याप्ति हा सोरि महोदय गाट् कन्फ्यूस्ड् फुल्लि हा यस् इस् दट् इस् पूर्वपक्षिलक्षणं बहु किमपि अस्ति अस्तु सिद्धान्तव्याप्तिः का हेत्वाधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगि अप्रतियोगि साध्यसमानाधिकरण्यं हेतौ भवेत् खलु हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यं हेतौ भवेत् अत्र हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी इति त्यजेम साध्यसामानाधिकरण्यं हेतौ भवेत् खलु किन्तु इदानीं साध्यसामानाधिकरण्यं प्रकृतहेतौ नास्ति साध्यसामानाधिकरणस्य अभावः एव अस्ति घटे साध्यम् अनित्यत्वम् अस्ति किन्तु शब्दत्वं नास्ति तर्हि शब्दत्वहेतौ साध्यसामानाधिकरण्य अभावः अस्ति साध्यसामानाधिकरण्यं नास्ति इति सिद्धान्तव्याप्तिविषयकपरामर्शः खलु हेतौ इति तावत् तर्हि तदनन्तरं स्वव्यापकसाध्यसामानाधिकरण्यम् अवगाहते इति उक्तं तर्हि सिद्धान्तव्याप्तौ साध्यसामानाधिकरण्यं हेतौ भवेत् इति उक्तं हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यम् इति पदं सिद्धान्तलक्षणे उक्तं तदेव अवगाहते साध्यसामानाधिकरण्यम् अवगाहते इति अग्रे गच्छति खलु अस्तु इदानीं समयः जातः अस्तु अत्र स्थगयेम अग्रिमे वर्गे मेलिष्यामः किन्तु तस्मात् पूर्वम् एतत् सर्वं भवतः मनसि भवेदेव इत्युक्ते सपक्षः इत्युक्ते किं विपक्षः इत्युक्ते किं सद्हेतुः इत्युक्ते किं पक्षः इत्युक्ते किं पूर्वपक्षव्याप्तिः इत्युक्ते किं सिद्धान्तव्याप्तिः इत्युक्ते किं परामर्शः इत्युक्ते कः इति you have to have astu atra dhanimudrasya saganam idanim karume sarvebhyo namaskarah dhanyavadaascha